गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विदाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तर्हि व्याप्तिचिन्तनम् इत्यत्र स्मः पक्षलक्षणं कः पक्षः किं पक्षत्वेन स्वीकर्तुं शक्यते इति चेत् यस्मिन् प्रसिद्धत्वम् अस्ति इत्युक्ते ससविषाणादि तुच्छविषयाः पक्षत्वेन न स्वीकर्तुं शक्यते तर्हि प्रसिद्धत्वं भवेत् इत्युक्ते पक्षः अस्ति इति तस्य अस्तित्वविषये ज्ञानं भवेत् द्वितीयं साध्यसम्भावनावान् भवेत् तृतीयं साध्यसन्दिग्धवान् भवेत् हेतुमान् भवेत् तादृशपदार्थः पक्षत्वेन स्वीकर्तुं शक्यते इति अवगम्य तदनन्तरम् अत्र सामान्यवाक्य अत्र व्याप्तौ दीप्सा भवेत् अपि च व्याप्यव्यापकसम्बन्धः अपि भवेत् तादृशपदम् एव व्याप्तिः व्याप्तिः इत्युक्ते किं व्याप्यव्यापकभावसम्बन्धबोधकवाक्यम् अपि च वीप्सा अपि भवेत् तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति यदि वक्तुं शक्यते तर्हि अत्र व्याप्तिः अत्र वाक्यद्वयमपि वक्तव्यम् इति नियमः नास्ति कुत्रचित् वाक्यद्वयं वक्तुं शक्यते कुत्रचित् एकमेव वाक्यं वक्तुं शक्यते तर्हि तादृशसन्दर्भाः त्रयः स्वीकृताः यत्र वाक्यद्वयमपि वक्तुं शक्यते तस्य उदाहरणं यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसं यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः यथा ह्रदः इति वाक्यद्वयमपि वक्तुं शक्यते तादृशसन्दर्भः एकः स्वीकृतः तदनन्तरं यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं पटवत् इति तादृशव्याप्तिः अपि स्वीकृतः तत्र केवलान्वयी इति नाम अस्ति अस्य व्याप्तेः अस्याः व्याप्तेः किमर्थम् इति चेत् यत्र यत्र अभिधेयत्वाभावः तत्र तत्र प्रमेयत्वाभावः इति व्यतिरेकव्याप्तिवाक्यं न रचयितुं शक्यते अभिधेयत्वाभावस्य प्रमेयत्वाभावस्य च अप्रसिद्धत्वात् अपि च अत्र उदाहरणमपि न दातुं शक्यते सर्वस्य प्रमेयत्वात् सर्वस्य अभिधेयत्वात् इति कृत्वा एतादृशस्थलं केवलान्वयि इति उच्यते तर्हि तत्र हेतुः यदस्ति प्रमेयत्वम् इति केवलान्वयिहेतुः केवलान्वयि अनुमानमत्र एवं केवलव्यतिरेकव्याप्तिः अपि कुत्रचित् भवति उदाहरणार्थं यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः यन्नैवं तन्नैवं यथा जलम् इति भवति तत्र यन्नैवं तन्नैवं यथा जलम् इति वक्तव्यम् अत्र पृथिवी एव पक्षः केवलं पृथिव्याम् एव गन्धः लभ्यते इति कृत्वा अन्यद् उदाहरणं स्वीकृत्य न वक्तुं शक्यते तर्हि यथा जलं नास्ति तथा इति अर्थः भवति तर्हि तत्र यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः इति उक्त्वा तत्र हेतुः अपि प्रसिद्धः अस्ति व्यापकः साध्यमपि प्रसिद्धः अस्ति किन्तु उदाहरणं न दातुं शक्यते अन्वय उदाहरणं न दातुं शक्यते इति कृत्वा अत्र केवलव्यतिरेकव्याप्तिः भवति यत्र यत्र चतुर्दशभेदाभावः तत्र तत्र गन्धत्वाभावः यथा जलम् इति वक्तुं शक्यते यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः इत्यत्र यन्नैवं तन्नैवं यथा जलम् इति वक्तव्यम् किन्तु यत्र यत्र चतुर्दशभेदाभावः तत्र तत्र गन्धवत्वाभावः यथा जलम् इति साक्षात् वक्तुं शक्यते अस्तु इति त्रयः सन्दर्भाः स्वीकृताः किमर्थम् एते सन्दर्भाः स्वीकृताः इति चेत् अत्र वाक्यरूपेण अनुत्वा यदि व्याप्तिः एकेन पदेन वदेम तदा तादृशपदेन यः धर्मः वर्णितः अस्ति स च धर्मः हेतौ भवति चेत् व्याप्यव्यापकभावः निरूपितः भवति इति कृत्वा नैयायिकाः किं कृतवन्तः तस्मिन् विषये प्रयत्नं कर्तुम् आरब्धवन्तः. तत्र प्रथमलक्षणम् आसीत् साध्य अभावत् अवृत्तित्वम्. साध्य अभावत् अवृत्तित्वं कुत्र भवेत्? हेतौ भवेत् इति लक्षणं, व्याप्तेः लक्षणं. साध्य अभावत् अवृत्तित्वम् इति व्याप्तिः कुत्र भवेत्? हेतौ भवेत्. किमर्थं हेतौ भवेत्? यद्यपि अत्र साध्ये अपि व्याप्तिः भवति किन्तु हेतुं स्वीकृत्य एव साध्यं साधयितुं प्रभवामः इति कृत्वा हेतौ भवेत्. तादृशहेतुः, व्याप्तिविशिष्टहेतुः पक्षे भवति चेत् पक्षे साध्यमस्ति इति निरूपयितुं शक्नुमः. तर्हि तत्र साध्य अभावत् अवृत्तित्वम् इति लक्षणं स्वीकृत्य अस्माभिः गते वर्गे चिन्तितं. प्रत्येकं वाक्यं प्रत्येकं सन्दर्भे प्रत्येकं वाक्यं स्वीकृत्य अत्र साध्यं किं, हेतुः कः, कथं वा अत्र समन्वयः भवति वा, लक्षणसमन्वयः भवति वा इति समीचीनतया अस्माभिः चिन्तितं. तत्र केवलान्वयव्याप्तिस्थले क्लेशः भवति इति अस्माभिः अधीतम्. अस्तु, तावद् अस्माभिः अधीतं. वस्तुतः केवलव्यतिरेकस्थले अपि अस्य लक्षणस्य समन्वयः न प्राप्तः. अस्तु, तर्हि एषः एतद् लक्षणं दोषपूर्वकम् इत्युक्ते अस्मिन् लक्षणे दोषः अस्ति. तर्हि अत्र सिद्धान्तलक्षणम् इदानीं. सिद्धान्तलक्षणं किम् इति चेत् हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यम्. सरलमेव, अत्र यदा एतादृशं वदामः अत्र यत्र यत्र तत्र तत्र इति अन्वयव्यतिरेक उभयमपि एकेन पदेन वक्तव्यम् इति कृत्वा अत्र दीर्घसमस्तपदं रचितमस्ति. किन्तु क्रमशः पश्येमश्चेत् सर्वेषां बोधः जायतेव. वस्तुतः अत्र किमपि नास्ति. तर्हि तदेव इदानीं कुर्मः. अस्तु, सत्यभाम भगिनी आरब्धुमिच्छति वा? इदानीं भवत्या किं कर्तव्यम्? अत्र हेत्वधिकरणवृत्ति अत्यन्तभाव अप्रतियोगिसाध्यसामानाधिकरणं हेतौ इति टाबुलेशन् दत्तमस्ति खलु. तर्हि तत्र अन्वयव्यतिरेकव्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः इत्यत्र हेतुः कः इति तादृशम् उक्त्वा अग्रे चिन्तनं करोतु. सत्यभाम भगिनि, आं महोदय, स्मृतवती, म्यूट् मध्ये. चिन्तितम् अत्र अन्यव्याप्तिस्थलं यत्र यत्र धूमः तत्र तत्र वह्निः इति यदा महानसं, तत्र धूमः अस्ति हेतु, हेतु अधिकरणवृत्तित्वं, हेतु अधिकरणमस्ति महानसं. सत्यं, हेतु अधिकरणवृत्तित्वं हेतु अधिकरणवृत्ति अत्यन्ताभावः वृत्ति अत्यन्ताभावः. किञ्चित् अहं वदिष्यामि. इदानीं हेतुः अस्ति धूमः, हेतु अधिकरणमस्ति महानसं खलु. तत्र महानसे बहवः अत्यन्त अभावानां वृत्तित्वम् अस्ति. महानसे बहु किमपि अभावः सन्ति खलु. सन्ति इत्युक्ते तत्र गजः नास्ति, अन्यत् किमपि नास्ति, पिकः नास्ति इति बहवः अत्यन्त अभावः महानसे नास्ति नास्ति इति कृत्वा तेषाम् अत्यन्त अभावानां प्रतियोगी गजः वा पितः वा अन्यत् किमपि यत्किमपि भवितुमर्हति. तर्हि प्रतियोगित्वं तेषु गजे गजे वा पिके वा भवितुमर्हति. किन्तु अप्रतियोगित्वं कुत्र भवेत् इति चेत् वह्नौ भवेत्. तर्हि एवं भवन्ति धूमः, धूमस्य धूमः इति हेतुः हेत्वधिकरणं महानसं, तस्मिन् बहवः वृत्तयः अत्यन्ताभाववृत्तयः सन्ति, तेषां प्रतियोगिनः सन्ति, तेषु प्रतियोगिनिषु प्रतियोगित्वम् अस्ति. कीदृशप्रतियोगित्वं? महानसनिष्ठ अत्यन्ताभावनिरूपितप्रतियोगित्वम् अस्ति. किन्तु अप्रतियोगित्वं कुत्र अस्ति इति चेत् वह्नौ अस्ति. किमर्थं वह्नौ अप्रतियोगित्वम् अस्ति इति चेत् महानसे वह्निः अस्ति खलु. वह्नेः अत्यन्त अभावः अस्ति वा महानसे? नास्ति. नास्ति इति कृत्वा अत्यन्त अभाव अप्रतियोगित्वं वह्नौ अस्ति. बुद्धं खलु? बुद्धं. तर्हि इदानीम् अत्र एम् कालं पर्यन्तं प्राप्तं, तादृशम् अवगन्तव्यम्. धूमः इति हेतुः हेत्वधिकरणं महानसं, महानसनिष्ठ अत्र महानसे वह्निः अस्ति इति कृत्वा अत्यन्त अभाव अप्रतियोगित्वं वह्नौ अस्ति. अस्तु, तदनन्तरं तर्हि वह्निः कुत्र अस्ति? समान अधिकरणं अत्र अधिकरणं वह्निः कुत्र अस्ति? महानसे अस्ति. हा, समान अधिकरणं महानसे. तस्मिन् महानसे किम् अस्ति? हेदो अपि अस्ति. इति कृत्वा वह्निः हेत्वोः मध्ये सामानाधिकरण्यं जातं खलु. अधिकरणं जातं, सामानाधिकरण्यं जातं. तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यं कुत्र अस्ति? हेतौ अस्ति. उत्तमं, हेतौ आगतम्. इदानीं तत्र लक्षणवाक्यं स्वीकृत्य आम् अत्र समन्वयः कृतः अस्माभिः. एवम् अत्र व्यतिरेकव्याप्तिस्थले भवती एव वदतु. व्यतिरेकव्याप्तिस्थले अभावं स्वीकृत्य वदामः. अत्र हेतुः अस्ति वह्नि अभावः, साध्यं धूमाभावः, समानाधिकरणम् अत्र हृदः. प्रथमं धू हृदे कस्य वह्नि अह्नि अभावः नास्ति साध्यम् हेतुः. अत्र मया लिखितं तदेव उपयोगं करोतु. इदानीं हेतुः कः? हेतुः वह्नि अभावः. तर्हि अत्र हेत्वधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगिसाध्यसामानाधिकरण्यम् इति लक्षणवाक्यं निरूपणीयं, समन्वयः करणीयः खलु. तर्हि हेतुः इति आरम्भणीयं. हेतुः कः? वह्नि अभावः हेतुः. हेतु अधिकरणं, हेतु अधिकरणं हृदः. वृत्ति अत्यन्ताभावः कस्य अस्ति? वृत्ति अत्यन्ताभावः धूमाभावाभावे अस्ति. धूमाभावः इति धूमाभावः साध्यमस्ति. भगिनी मया किं लिखितं तत् पठतु भगिनी. वृत्ति अत्यन्ताभावः धूमाभावस्य अन्योन्यभाव अभाव धूमाभावः इति. क्षम्यताम्, अत्र अत्यन्त अभावः इति भवेत्. धूमाभावस्य अत्यन्ताभावः तदस्ति धूमः एव. न धूमाभावः धूमाभावः इदानीं तर्हि इदानीं हृदये किमस्ति? धूमाभावः अस्ति. तर्हि अप्रतियोगित्वं कुत्र जातं? धूमे जातम्. अत्र किं लिखितमस्ति भगिनि? धूमाभावे जातं खलु. धूमाभावस्य प्रतियोगी धूमः, अप्रतियोगि धूमाभावे अप्रतियोगित्वं. यदि धूमाभावः हृदये नास्ति तर्हि प्रतियोगित्वं धूमाभावे, किन्तु धूमाभावः इदानीं हृदये अस्ति खलु. इति कृत्वा अप्रतियोगित्वम्. इदानीम् अवगतं. धूमाभावस्य अप्रतियोगित्वं धूमाभावे अस्ति. न, अत्र एवं वदति चेत् क्लेशः भगिनि. धूमाभावस्य अप्रतियोगित्वं धूमावः इति नास्ति. न, महोदय वदतु. धूम कस्यचित् अभावस्य प्रतियोगी सः एव भवति. यस्य अभावः सः एव प्रतियोगी खलु. घटाभावस्य प्रतियोगी घटः, घटाभावस्य प्रतियोगी घटाभावः एव. किन्तु अत्र कथं वक्तव्यं? ह्रदनिष्ठ अत्यन्त अभाव अप्रतियोगित्वं धूमाभावे इति वक्तव्यं. ह्रदनिष्ठ अत्यन्त अभाव अप्रतियोगित्वं धूमाभावे इत्युक्ते ह्रदे बहवः अत्यन्त अभावः सन्ति, किन्तु किं नास्ति इति चेत् धूमाभावः अत्र अस्ति. धूम अत्यन्त अभावः नास्ति खलु. धूमाभाव अत्यन्त अभावः हृदे नास्ति खलु. नास्ति महोदय. इति कृत्वा धूमाभावः अस्ति. अस्ति. तर्हि ह्रदनिष्ठ अप्रतियोगित्वं न आगच्छति. किमर्थमित्युक्ते अत्र न ह्रदनिष्ठ अप्रतियोगित्वम् इदानीं धूमाभावे आगतम्. तर्हि अप्रतियोगित्वं धूमाभावे भवती एकवारं वक्तुं प्रयत्नं करोतु. इदानीं हेतुः वह्न्यभावः, हेतु अधिकरणं हृदः, वृत्ति अत्यन्ताभावः, हृदे धूमाभावस्य अत्यन्ताभाव अभावः धूमाभावः. अत्र धूमाभावः हृदे अस्ति. अत् तद् लक्षणं स्वीकृत्य वदामः चेत् धूमाभाव अभाव अत्यन्ताभावाभावः इति. तद् धूमाभावः एव खलु महोदय? तत्तु सत्यं. धूमाभावस्य अत्यन्ताभावाभावः इत्युक्ते धूमाभावः. किमर्थम् अत्र धूमाभावस्य अभावस्य विषये चिन्तनम्? लक्षणवाक्यम् इदानीं भिन्नरीत्या वक्तव्यं खलु. न न, इदानीं लक्षणवाक्यम् उक्तं, तस्य समन्वयः कुर्वन्तः स्मः वयं. किन्तु अत्र स्वशब्दैः वदतु. अत्र हृदे हृदे अन्य यस्य कस्यापि अस्तित्वम् अस्ति, किन्तु धूम अभावः नास्ति इति. धूम अभावः नास्ति वा अस्ति वा? धूम अभावः अस्ति, क्षम्यतां, धूम अस्ति इति चिन्तितवती. धूम अभावः नास्ति, धूमः अस्ति. वह्नि हृदे नास्ति. ओ, महानसम् इति कन्फ्यूषन्. इदानीं पुनः वदामि महोदय. हृदे अन्येषाम् अस्तित्वम् अस्ति. तेषाम् अन्येषाम् इत्युक्ते केषां? मीनाः, यः किमपि जलजन्तु, तेषाम् अस्तित्वम् अस्ति. वृत्तैः अतः तेषां वृत्तेः जले अस्ति, किन्तु जलनिष्ठ प्रतियोगित्वं धूमे नास्ति. न न न, तादृशं सम्पूर्णभ्रमः जातः. अस्तु, अहं पुनः एकवारं वदामि, शृणोतु. इदानीं हेतुः अस्ति वन्य अभावः. वन्य अभावस्य अधिकरणम् अस्ति ह्रदः. ह्रदे बहवः अत्यन्त अभावः सन्ति, किन्तु किं हृदये बहवः अत्यन्त अभावाः सन्ति, तेषाम् अत्यन्त अभावानां प्रतियोगिनः भवन्ति, तेषु प्रतियोगिनिषु प्रतियोगिषु हृदनिष्ठ प्रतियोगित्वम् अस्ति. इत्युक्ते ह्रदवृत्ति अत्यन्ताभावप्रतियोगित्वं तेषु सन्ति, किन्तु धूमाभावः ह्रदे अस्ति. धूम अत्यन्त अभावः नास्ति खलु, धूमाभावः अत्यन्त अभावः ह्रदे नास्ति खलु. तर्हि धूमाभावः अस्ति इति कृत्वा ह्रदवृत्ति अत्यन्त अभाव अप्रतियोगित्वं धूमाभावे. ह्रदवृत्ति अत्यन्त अभाव अप्रतियोगित्वं धूमाभावे. तर्हि सरलरीत्या वक्तव्यं चेत् हेतुः वन्यभावः, हेत्वधिकरणं ह्रदः, ह्रदनिष्ठ ह्रदवृत्ति अत्यन्ताभाव अप्रतियोगित्वं धूमाभावे. किमर्थम् इति चेत् धूमाभावः ह्रदे अस्ति इति कृत्वा. धूमाभावः इदानीम् अवगतं. धूमाभावः हृदे अस्ति अति इति कृत्वा धूमाभाव अति अप्रतियोगित्वं. धूमाभावः हृदे अस्ति इति कृत्वा किम्? धूमाभाव अप्रतियोगित्वमेव आगच्छति. न भवती नावगच्छति. धूमा तदस्ति धूमे इति नास्ति महोदय. अत्र धूम इति त्यजतु, इदानीं धूमस्य विषये चिन्तनमेव नास्ति. अत्र इदानीं वन्यभावः धूमाभावः इति पदार्थद्वयम् अस्माभिः स्वीकृतम्. अत्र वन्यभावः इति हेतुः, धूमाभावः इति साध्यं, नो चेत् व्याप्यं व्यापकम्. कुत्र क्लेशः अस्ति इति चेत् धूमाभावस्य अत्यन्ताभाव अभाव धूमाभावः तदपि बुद्धम् अप्रतियोगित्वं. तावत् एकनिमिषं. धूमाभाव अत्यन्ताभावः यदि हृदे अस्ति तर्हि धूमाभावः प्रतियोगी भवति तादृश अत्यन्ताभावस्य, खलु? आम्. किन्तु धूमाभावः अत्र नास्ति खलु, क्षम्यतां, धूमाभावः तु अस्ति. धूमाभावः अत्यन्ताभावः नास्ति हृदे. अत्यन्ताभावः नास्ति अत्र. अत्यन्त केवलम् अत्यन्ताभावः इति न वदतु, धूमाभाव अत्यन्त अभाव. हृदनिष्ठ धूमाभाव अत्यन्ताभाव अभावः न. अत्र किमर्थमत्र अभावाभावः, यद्यपि लक्षणवाक्ये अत्यन्त अभावः इति एव उक्तं, किमर्थम् अत्र अत्यन्ताभावाभावः इति मया उक्तम् इति चेत् तत्र अप्रतियोगित्वम् इति आगच्छति खलु, अत्र नै अस्ति इति कृत्वा अत्र अभावः इति मया योजितं. द्वितीय अभावः मया योजितं, यद्यपि लक्षणवाक्ये नास्ति. तर्हि वन्य अभावः इति हेतुः, ह्रदः इति हेत्वधिकरणं, ह्रदे बहवः अत्यन्त अभावः सन्ति किन्तु अत्र ह्रदे बहवः अत्यन्त अभावाः सन्ति. सत्यं तद्बुद्धं. हा, अत्यन्त अभावाः सन्ति किन्तु कस्य अत्यन्ताभावः नास्ति? धूमाभावस्य अत्यन्ताभावः नास्ति. उत्तमं. तर्हि धूमाभावे इदानीम् अप्रतियोगित्वम् आगतं खलु, ह्रदनिष्ठ अत्यन्त अभाव निरूपित अप्रतियोगित्वं धूमाभावे आगतं खलु. तर्हि एवं वक्तव्यं. पुनः भवती वदतु. इदानीं हेतुः अस्ति वह्नि अभावः साध्यं धूमाभावः हेतु अधिकरणं हृदे समानाधिकरणं हृदे हृदे बहवः अत्यन्ताभावः सन्ति किन्तु धूमस्य धूमस्य अत्यन्ताभावः नास्ति धूमाभावस्य क्षम्यता धूमाभावस्य अत्यन्ताभावः नास्ति इति कृत्वा तस्य अप्रतियोगित्वं हृदनिष्ठधूमाभावस्य अप्रतियोगित्वं धूमे समानाधिकरणं न न न धूमे किमर्थम् अत्र धूमस्य चिन्तनमेव नास्ति क्षम्यतां धूमाभावे आगतं धूमाभावे पुनः प्रयत्नं करोतु अत्र हेतुः इति आरब्धं करोतु भगिनि हेतुः ततः आरम्भणीयं हेतुः वह्नि अभावः हेतुः हेतु अधिकरणं हृदः वृत्ति अत्यन्ताभावः कस्य वृत्ति धूमाभावस्य अत्यन्ताभाव अभावः तत् अस्ति हृदे कस्य धूमाभावस्य धूमाभावः हृदे अस्ति अतः तस्य अप्रतियोगित्वं हृदे अस्ति धूमाभावः अप्रतियोगित्वं हृदे नास्ति अप्रतियोगित्वं धूमाभावे अस्ति क्षम्यता धूमाभावे अस्ति अवगतवती किन्तु वक्तव्यं वक्तव्यं धूमाभावे अप्रतियोगित्वम् अस्ति यतोहि अत्र प्रतियोगी धूमाभावस्य प्रतियोगी धूमः अस्ति धूमः हृदे नास्ति किमर्थं धूमस्य विषये भवती चिन्तनं करोति अत्र धूमस्य विषये चिन्तनं करोति चेत् क्लेशः भवति धूमाभावः अभावः अप्रतियोगी भवति न पुनः वदतु महोदय अप्रतियोगी इति किमर्थं वक्तव्यं तदेव मम कन्फ्यूशन् अस्ति अभावं स्वीकृत्य वदामः चेत् अभावस्य प्रतियोगी अस्ति अप्रतियोगी इति यदि प्रतियोगिनः अभावः इति एव अर्थः वा नास्ति प्रतियोगिनः अभावः इति नास्ति अत्र पश्यतु नास्ति इति अप्रतियोगी नास्ति नास्ति तादृशं नास्ति तस्य अर्थः कः अत्र पश्यतु वाक्यमेवमस्ति हेतु अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं तावद् वक्तव्यम् इदानीं हेतुः वन्य अभावः हेतु अधिकरणं हृदः हृदे बहवः अत्यन्त अभावाः सन्ति किन्तु धूमाभावस्य अत्यन्त अभावः नास्ति धूमाभावस्य अत्यन्त अभावः नास्ति हृदे इति कृत्वा धूमाभावस्य अत्यन्त अभावः नास्ति इति कृत्वा अप्रतियोगित्वं धूमाभावे आगतम् तेषां प्रतियोगित्वं धूमे नास्ति इति किमर्थं धूमस्य विषये भवती चिन्तयति धूमाभावे अत्र धूमः इति इतः परम् एकवारमपि मया श्रोतुं न श्रोतव्यं धूमः इति वदति चेत् क्लेशः भवति अप्रतियोगित्वम् अस्तु अहं पृच्छामि भगिनि भवती उत्तरं वदतु हेतुः कः हेतुः वह्नि अभावः वह्नि अभावः कुत्र अस्ति वह्नि अभावः हृदे अस्ति हृदे बहवः अत्यन्त अभावाः सन्ति खलु आं सन्ति तेषां प्रतियोगिनः सन्ति खलु तेषां प्रतियोगिनः सन्ति तेषु तेषां नात्र तेषु तेषां विद्यमान अत्यन्त अभावानां प्रतियोगिनः सन्ति वा न वा सन्ति तेषु प्रतियोगिषु प्रतियोगित्वम् अस्ति वा प्रतियोगित्वम् अस्ति ह्रदे विद्यमान अत्यन्त अभावानां प्रतियोगिषु ह्रदवृत्ति अत्यन्त अभावप्रतियोगित्वम् अस्ति अस्ति हा इदानीं ह्रदे धूम अभाव अत्यन्त अभावः अस्ति वा न वा अस्ति ह्रदे धूम अभाव अत्यन्त अभावः अस्ति वा न वा धूम अभाव अत्यन्त अभावः धूमभावः नास्ति अस्ति महोदय पुनः पृच्छामि ह्रदे धूम अभाव अत्यन्त अभावः अस्ति वा न वा इत्युक्ते धूमाभावः ह्रदे अस्ति वा न वा नास्ति नास्ति नास्ति इति वक्तव्यं नास्ति नास्ति इति कृत्वा ह्रदे विद्यमान अत्यन्त अभावानां न ह्रदवृत्ति अत्यन्त अभाव अप्रतियोगित्वं धूमाभावे ह्रदवृत्ति अत्यन्त अभाव अप्रतियोगित्वं धूमाभावे ह्रदे धूम अभाव अत्यन्ताभावः अस्ति इति कृत्वा तदेव वदति भवती तत्रैव क्लेशः करोति अत्यन्ताभावः अत्यन्ताभावः अस्ति वा न वा धूमाभावः अत्यन्ताभावः नास्ति इति कृत्वा नास्ति इति कृत्वा यदि अस्ति तर्हि प्रतियोगित्वं धूमाभावे भवति नास्ति इति कृत्वा अप्रतियोगित्वं धूमाभावे आगतम् तत्रैव भवती क्लेशं करोति अस्तु तर्हि अप्रतियोगित्वं धूमाभावे धूमाभावस्य अधिकरणं ह्रदः तस्मिन् वह्नि अभावः अपि अस्ति इति कृत्वा वह्नि अभावे सामानाधिकरण्यं जातम् तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगि साध्यसामानाधिकरण्यं वह्नि अभावे निरूपितम् इति कृत्वा लक्षणसमन्वयः कृतः बुद्धं खलु आं बुद्धं महोदय किञ्चित् अभ्यासः करणीयः तावदेव अहं करोमि महोदय अस्तु अस्तु समीचीनम् अग्रे रमेश महोदय इदानीम् अन्वयव्याप्तिः केवलान्वयस्थले अन्वयव्याप्तिः स्वीकृत्य एतादृशं वदतु आम् महोदय अत्र हेतु भवति प्रमेयत्वं प्रमेय हेतु अधिकरणं भवति घटः घटे घटे अभिधेयत्वम् अस्ति अभिधेयत्वस्य अत्यन्त अभावः अभिधेयत्वस्य अत्यन्त अभावस्य अभावः अपि घटे अस्ति तद् अभिधेयत्वस्य अत्यन्त अभावः तदपि घटे एव अस्ति तर्हि अहं किञ्चित् परिवर्त्य लिखितुं प्रयत्नं करोमि एकनिमिषं महोदय महानसे वह्निः अस्ति अस्तु एवं लिखामश्चेत् समीचीनं भवति वा इति द्रष्टव्यम् अत्र अस्तु इदानीं यद् भवान् वक्तुं वदन्नस्ति तस्मिन् विषये पुनः किञ्चित् भिन्नरीत्या लिखामि घटे महोदय तत्र हेत्वाधिकरणमिति पटः किमर्थं न स्वीकृतम्? उदाहरणं तु पटः इति अस्ति. सत्यं सत्यं, पटः इति भवेत् तत्र. किन्तु घटः अस्तु, अत्र घटः एव पक्षः खलु, तर्हि पटः इति सत्यं. परिवर्तयिष्यामि. अभिधेयत्व अस्तु, इदानीं वक्तुं प्रयत्नं करोतु महोदय. एतत् सरलमस्ति वा इति पश्यामि. रमेश महोदय. आम् महोदय. हेतुः अस्ति प्रमेयत्वं, हेतोः अधिकरणम् अस्ति हेतोः अधिकरणम् परिवर्तितं मया. अत्र उदाहरणं स्वीकृतं, पक्षः न वक्तव्यः खलु. हा, उदाहरणं पटः. तर्हि हेतोः अधिकरणं पटे अस्ति. न, पटः अस्ति, पटे नास्ति. हेतोः अधिकरणं पटः, अधिकरणं पटः अस्ति. हेतोः अधिकरणं पटः अस्ति. पटे अभिधेयत्वम् अस्ति, तत् समीचीनम्. अभिधेयत्वस्य अत्यन्त अभावः, अभिधेयत्वम् अस्ति तर्हि तस्य अत्यन्त अभावः न भवितुमर्हति. अतः अभिधेयत्वस्य अत्यन्त अभावस्य अभावः न तत् त्यजतु इदानीं. तत्र परिवर्तितम्. अत्र पश्यतु, हेतुः पट प्रमेयत्वं, हेत्वधिकरणं पटः, पटे अभिधेयत्वम् अस्ति तर्हि अभिधेयत्व अत्यन्त अभावः नास्ति. अतः अप्रतियोगित्वम् अभिधेयत्वे. अभिधेयत्व अभावस्य अप्रतियोगि, अभिधेयत्व अभावः नास्ति तस्य अप्रतियोगित्वम् अभिधेयत्वमेव अस्ति. हा, तर्हि एवं वक्तव्यं, प्रमेयत्वं हेतुः प्रमेयत्वं, हेत्वधिकरणं पटः, पटे अभिधेयत्वम् अस्ति, अभिधेयत्व अत्यन्त अभावः नास्ति, अतः अप्रतियोगित्वम् अभिधेयत्वे आगतं खलु. अप्रतियोगित्वम् अभिधेयत्वे आगतम्. यदि अभिधेयत्वम् अभिधेयत्वस्य अत्यन्त अभावः अस्ति तर्हि प्रतियोगित्वम् अभिधेयत्वे आगच्छति. किन्तु अभिधेयत्व अप्रतियोगि अत्यन्त अभावः नास्ति इति कृत्वा, अभिधेयत्व अत्यन्त अभावः नास्ति इति कृत्वा अप्रतियोगित्वम् अभिधेयत्वे आगतम्. तर्हि एवं लिखामश्चेत् इतोपि समीचीनबोधः जायते इति भाति. तर्हि अभिधेयत्वस्य अधिकरणम् अस्ति पटः, समान अधिकरणमस्ति पटः, समानाधिकरण्यं प्रमेयत्वे. अस्तु, तर्हि एतादृशं परिवर्तिष्यामि. एकनिमिषम्. हृदे धूमाभावः अस्ति. हा, हृदे धूमाभावः अस्ति, धूमाभावः अत्यन्त अभावः नास्ति, अतः धूमाभावे अप्रतियोगित्वम् आगतम्. अत्र सरलमस्ति इति भाति एतादृशं लिखामश्चेत्. अस्तु, तर्हि रमेश महोदय, इदानीम् अत्र अन्वयव्याप्तिः समन्वयः कृतः खलु. अन्वयव्याप्तेः एतद् लक्षणं स्वीकृत्य समन्वयः कृतः खलु. आम्. अस्तु, व्यतिरेकव्याप्तिः, तत्र चिन्तनं करोतु. व्यतिरेकव्याप्तिः तत्र हेतुः कः भवेत्? हेतु भवति अभिधेयत्व अभावः. अभिधेयत्व अभावः न भवितुमर्हति इति कृत्वा अत्र व्यतिरेकव्याप्तिचिन्तनमेव न कर्तुं शक्यते. किमपि न वक्तुं शक्यते तत्र. इत्युक्ते अत्र अस्मिन् सन्दर्भे समन्वयः एव न करणीयः. किमर्थम् इत्युक्ते अत्र हेतुः एव न सिद्धः. अस्तु, तर्हि अग्रे भवानेव. केवलव्यतिरेकव्याप्तिः तत्र. केवलव्यतिरेकव्याप्तिः तत्र हेतु भवति गन्धवत्वम्. हेतु अधिकरणम् उदाहरणं न भवितुम् अर्हति. यत्र गन्धवत्वम् अस्ति परन्तु तत् पृथ्वी इतर पृथिवी इतर इति मा चिन्तयति. इत्युक्ते पृथिवीं विहाय अन्यत् किमपि उदाहरणं न वक्तुं शक्यते. न वक्तुं शक्यते तत्र इति कृत्वा अत्र अन्वयव्याप्ते अन्वयव्याप्तिस्थले रक्षणवाक्यस्य परिशीलनमेव न कर्तुं शक्यते. अतः अत्र त्यक्तव्यं. तत्र उदाहरणं न लभते. सत्यम्, उत्तमम्. व्यतिरेकव्याप्तिः तत्र हेतु भवति चतुर्दशभेदभावः. उदाहरणं भवति जलं. जलं स्वीकृत्य हेतु इत्युक्ते चतुर्दशभेद अभावस्य अत्यन्त अभावः. अत्यन्त अभावः चतुर् तर्हि चतुर्दशभेद तत्र गन्धवत्वभावः वा महोदय? तत् न बुद्धं. गन्धवत्वभावस्य अभावः अत्यन्त अभावः चतुर्दशभेदाः किं भवन्ति? चतुर्दशभेदाभावः. चतुर्दशभेदभावः हेतुः भवति. हेतोः उदाहरणं जलं भवति. जले हेतु अधिकरणं जलं. जले गन्धत्व अभावः अस्ति एव. एकनिमिषं, हेतु अधिकरणं जलम् इति कथम् इति प्रथमं चिन्तयतु. जले गन्धत्वं नास्ति. न न न, अत्र इदानीं चतुर्दशभेदाभावः जले इति प्रथमं निरूपणीयं, तदनन्तरमेव गन्धवत्वस्य विषये चिन्तनीयं. तर्हि चतुर्दश तस्मिन् विषये चिन्तयतु. चतुर्दशभेद अभाव चतुर्दशभेद अभावः जले जले चतुर्दशभेदाः सन्ति वा इति चिन्तनीयं. जले चतुर्दशभेदाः, पृथ्वी इतरचतुर्दशभेदाः न सन्ति खलु? इत्युक्ते चतुर्दशभेदाः सन्ति वा न वा इति चिन्तनीयं. तत्र पृथिवी अत्यन्त अभावः नास्ति खलु? न, अत्र जल अत्यन्त अभावः जले नास्ति खलु? जल अत्यन्त अभावः जले नास्ति. यत् जल अत्यन्त अभावः पृथिव्याम् अस्ति, जल अत्यन्तभावः जले नास्ति इति कृत्वा चतुर्दशभेदाभावः जले अस्ति खलु? चतुर्दशभेदाभावः जले नास्ति खलु महोदय? किमर्थं? त्रयोदश एव भवति सन्ति महोदय. चतुर्दशभेदाः न सन्ति. चतुर्दशभेदाः न सन्ति. चतुर्दशभेदाः न सन्ति, चतुर्दशभेदाभावः सन्ति. तदेव उक्तं. तर्हि इदानीं चतुर्दशभेद अभावः अधिकरणे अस्ति, जले अस्ति. जले अस्ति. तर्हि जले तद् बुद्धं. जले अग्रिमवाक्यमस्ति गन्धत्व अभावः अस्ति. गन्धवत्व अभावः अस्ति. गन्धवत्व अभावः अस्ति खलु? जले गन्धवत्व अभावः अस्ति. अस्ति, परन्तु तद् अग्रे पठतु. तद् गन्धवत्व अभावः अस्ति. तर्हि गन्धवत्व अभावस्य अत्यन्त अभावः नास्ति. अत्र अभावः इति लेखनीयम्. सत्यं. तर्हि गन्धवत्व वदतु. तर्हि गन्धवत्व अभावः अस्ति एव, तद् अप्रतियोगिता इत्युक्ते गन्धवत्व अभावः एव. न न, तादृशं मा वदतु महोदय. चतुर्दशभेद अभावः जले अस्ति, जले गन्धवत्व अभावः अस्ति, तर्हि गन्धवत्व अभावः अत्यन्त अभावः नास्ति, अतः गन्धवत्व अभावे अप्रतियोगित्वम् आगतम्. पुनः एकवारं वदतु, प्रयत्नं करोतु. महोदय किमपि आमां पुनः पुनः प्रयत्नं करोतु इति वदतु, आरम्भतः एकवारं वदतु. हेतुः अस्ति चतुर्दश भेदभावः, जले चतुर्दशभेदाः न सन्ति, तस्य चतुर्दशभेदभावः सन्ति. किमर्थं न सन्ति तदपि वदतु, हेतुः अपि वदतु. जले जले जलत्वम् अस्ति, तर्हि जलत्वस्य अभावः नास्ति, तर्हि जले न जलं जले जल जलं जलं जलत्वम् अस्ति, तर्हि जलं जल जलात् न विद्यते, तर्हि चतुर्दश अभावः न भवितुम् अर्हति. इतरभेदः अत्र एवं वक्तव्यं महोदय. समीचीनं, भवान् अवगच्छति, किन्तु वदनसमये चतुर्दशभेदाभावः जले सन्ति, किमर्थम् इति चेत् जले जल अत्यन्त अभावः नास्ति. जले जल अत्यन्त अभावः खलु, जले जल अत्यन्तभावः, जलस्य अत्यन्तभावः नास्ति इति कृत्वा चतुर्दशभेदाभावः जले सन्ति समुदायत्वेन स्वीकुर्मश्चेत्. चतुर्दशभेदाः, ये चतुर्दशभेदाः पृथिव्यां सन्ति, तेषाम् एकीभूय एकेन समुदायत्वेन स्वीकृत्य यदि पश्यामः तर्हि जले जल अत्यन्त अभावः नास्ति इति कृत्वा चतुर्दशभेदाभावः जले सन्ति. जले अस्ति, चतुर्दशभेदाभावः जले अस्ति. अस्तु, तदनन्तरं वदतु. चतुर्दशभेद अभावः जले अस्ति, जले गन्धत्व अभावः अस्ति. गन्धवत्व गन्धवत्व अभावः अस्ति, गन्धवत्वं तु इव अत्र चिन्तनीयम् अत्र. जले गन्धवत्व अभावः अस्ति, तर्हि गन्धवत्व अभावस्य अत्यन्तभावः नास्ति. सत्यं. तर्हि गन्धवत्वे गन्धवत्व अभावे अप्रतियोगिता अस्ति एव. उत्तमम्, अप्रतियोगित्वम् आगतम्. अग्रे समापयतु. तर्हि समानाधिकरणं जले अस्ति, जले चतुर्दशभेद अभावः. महोदय, समानाधिकरण्यं जले नास्ति, समीचीनतया वदतु. जलं समानाधिकरणं भवति, जलं समानाधिकरणं भवति. समानाधिकरण्यं कुत्र? समानाधिकरण्यं जले अस्ति खलु. न अत्र इदानीं भूतलमस्ति अधिकरणं. रमेश महोदय. आम् महोदय. भूतले घटः अस्ति, अपि च लेखनी अपि अस्ति इति चिन्तयतु. तर्हि भूतलम् इति समान अधिकरणं, समानाधिकरण्यं कुत्र अस्ति? लेखन्याम् अस्ति, घटे अपि अस्ति. उत्तमम्. आधेयौ समानाधिकरण्यम् अस्ति खलु, समानाधिकरण्यम् इति धर्मः. द्वयोः समान अधिकरणम् अस्ति इति कृत्वा अत्र द्वौ सामानाधिकरण्यं भवति एवं हा. तर्हि इदानीं वदतु, इदानीम् अप्रतियोगित्वं गन्धवत्वाभावे तर्हि गन्धवत्वे गन्धवत्व अभावे सामान्याधिकरणम् अस्ति. चतुर्दशभेदाभावे अपि अस्ति. किन्तु अत्र चतुर्दशभेदाभावः एव हेतुः अस्ति. तर्हि सामानाधिकरण्यं चतुर्दश अभावे इति वक्तव्यं. सामानाधिकरणं चतुर्दशभेदाभावे अस्ति इति कृत्वा लक्ष्मणे समन्वयः कृतः. तर्हि अत्र व्याप्यभावकः अपि निरूपितः. अस्तु, उत्तमं. तर्हि मेहुल् महोदय, आरम्भतः भवान् एकवारं वदति वा सर्वं निरूपयतु. अस्तु, प्रथममस्ति अन्वयव्याप्तिः. अत्र व्याप्तिव्याक्तं वाक्यं भवति यत्र यत्र धूमः तत्र तत्र वह्निः. अत्र साध्याभाववद् अवृत्तित्वम् इति व्याप्तेः लक्षणं तस्मिन्नेव विषये. अस्तु, अस्तु. तर्हि अत्र नूतनव्याप्तिविषये लक्षणं भवति हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्य सामानाधिकरण्यं हेतौ इति. तर्हि अत्र सिद्धान्तलक्षणं नूतनम् इति नास्ति, सिद्धान्तलक्षणं एतदेव. अत्र समन्वयः भवति, अस्य लक्षणस्य एव समन्वयः कृतः. सत्यं, पूर्वं तु पूर्वपक्षिणा मतम् अस्ति, लक्षणम् हा लक्षणम् अस्ति. अधुना यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिवाक्ये धूमः इति हेतुः अस्ति, वह्निः इति साध्यम् अस्ति. तर्हि अत्र धूमे धूमः कुत्र अस्ति, उदाहरणमस्ति महानसं. तर्हि हेतोः अधिकरणं भवति महानसम्. अत्र महानसे बहवः अत्यन्ताभावः सन्ति, परन्तु महानसे वह्निः अस्ति, अतः वह्नेः अत्यन्ताभावः भावस्य अभावः महानसे नास्ति. अतः अत्र किञ्चित् परिष्कर्तव्यं परिवर्तितं खलु. महानसे वह्निः अस्ति, वह्नेः नास्ति. वह्निः हा, महानसे वह्निः अस्ति. तर्हि वह्नि हा, तर्हि वह्नि अत्यन्ताभावः नास्ति. अतः एव वह्नि वह्नेः अथवा किं वदनीयं वह्नि वन्नौ वन्नौ अप्रतियोगितम् अप्रतियोगित्वम् आगतम्. अपि च इत्युक्ते अत्र भवान् एतदपि वदतु महोदय कृपया. वह्नौ अप्रतियोगित्वम् आगतम् इत्युक्ते महानसवृत्ति अत्यन्त अभाव अप्रतियोगित्वं वह्नौ आगतम्. आम् हा, हेत्वधिकरणम् इति महानसम्. अतः महानसवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् आगतम् वह्नौ. अपि च वह्निः महानसे अस्ति, धूमः अपि महानसे अस्ति, अतः महानसम् इति समानाधिकरणं भवति. अतः समान अत्र महानसं समानाधिकरणम् इति अस्माभिः न निरूपणीयं. हा हा, तदस्ति. भवता उक्तं वह्निः महानसे अस्ति, तस्मिन्नेव अधिकरणे धूमः अस्ति इति कृत्वा सामानाधिकरण्यं धूमे आगतम् इति वक्तव्यम्. अस्तु अस्तु, सामानाधिकरण्यं धूमे आगतं, सत्यं. धूमे हेतौ आगतम् इति कृत्वा लक्षणसमन्वयः कृतः. अस्तु, अग्रिमं व्यतिरेकव्याप्तिः. व्यतिरेकव्याप्तेः वाक्यं भवति यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः. अत्र वह्न्याभावः इति हेतुः अस्ति, तस्य अधिकरणम् अस्ति हृदः. तर्हि हृदे बहवः अत्यन्ताभावाः सन्ति, परन्तु धूमे क्षम्यतां हृदे धूमाभावः अस्ति एव. अतः धूमाभाव अत्यन्ताभावः हृदे नास्ति. अतः धूमाभावः इति हेत्वधि क्षम्यतां हृदवृत्ति अत्यन्ताभाव अप्रतियोगित्वं धूमाभावे आगतम्. उत्तमम्. धूमाभावः हृदे अस्ति, अतः वन्याभावे सामानाधिकरण्यम् इत्युक्तौ इत्युक्ते हेतौ आगतम् वन्याभावः। अत्र किञ्चित् परिशीलितव्यं, धूमाभावः हृदे अस्ति तस्मिन्नेव हृदे वन्याभावः अस्ति इति कृत्वा वह्नियभावे हेत्वधिकरणवृत्त्यत्यन्ताभावप्रतियोगि साध्यसामानाधिकरण्यम् आगतम्। सम्पूर्णरीत्या सत्यम्। अग्रिमं वदतु। अस्तु अग्रे केवलान्वयव्याप्तेः विषये अत्र अन्वयव्याप्तिः भवति, यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं। तर्हि अत्र प्रमेयत्वम् इति हेतुः तस्य अधिकरणं पटः, उदाहरणमस्ति पटः अतः। तर्हि पटे बहवः अत्यन्ताभावाः सन्ति, परन्तु तत्र अभिधेयत्वम् अस्ति एव, अतः अभिधेयत्व अत्यन्ताभावः पटे नास्ति। अतः प्रमेय अस्तु, अतः पटवृत्ति अत्यन्ताभावः अप्रतियोगित्वम् अभिधेयत्वे आगतम्। उत्तमम्। अपि च अभिधेयत्वं पटे अस्ति, प्रमेयत्वम् अपि पटे अस्ति, अतः पटवृत्ति अत्यन्ताभावः अत्यन्ताभाव अप्रतियोगी साध्य सामानाधिकरण्यं प्रमेयत्वे इत्युक्ते हेतौ आगतम्। तत्र इतोपि किञ्चित् पट इति आरब्धम्। अस्तु, तस्मात् पूर्वं प्रमेयत्व अधिकरण पटवृत्ति अत्यन्ताभाव अप्रतियोगी, तत्र किं करोतु, हेत्वधिकरण इति एव वदतु, अत्र लक्षणवाक्यमेव वदतु। अस्तु अस्तु, नो चेत् अत्र क्लेशः भवति, प्रमेयत्व पट इति वक्तव्यं चेत् अत्र प्रमेयत्वस्य अधिकरणम् इति अर्थबोधः न जायते। अस्तु, तर्हि अभिधेयत्वम् अभिधेयत्वे अप्रतियोगित्वम् आगतम्। अभिधेयत्वं पटे अस्ति, अभिधेयत्वं पटे अस्ति यस्मिन् प्रमेयत्वं हेतुः अपि अस्ति इति कृत्वा हेत्वधिकरणवृत्ति अत्यन्ताभाव प्रतियोगि साध्यसमानाधिकरण्यं हेतौ प्रमेयत्वे आगतं। प्रमेयत्वे आगतम्। अस्तु, अग्रे अग्रे व्यतिरेकव्याप्तेः विषये वाक्यं भवितुमर्हति, यत्र यत्र अभिधेयत्वाभावः तत्र तत्र प्रमेयत्वाभावः, परन्तु अत्र तस्मिन् वाक्ये अभिधेयत्वाभावः इति हेतुः भवति, परन्तु सः अप्रसिद्धः अस्ति, अतः किमपि व्यतिरेकव्याप्तेः विषये चिन्तनमपि न कर्तुं शक्नुमः। किमर्थमित्युक्ते हेतुः एव नास्ति, तर्हि हेतु अधिकरणं किम् इति कथं वक्तुं शक्नुमः, अग्रे चिन्तनमपि न कर्तुं शक्नुमः इति आगच्छति। अस्तु, अग्रे अग्रे केवलव्यतिरेकव्याप्तिः विषये अन्वयव्याप्तिवाक्यं भवति, यत्र यत्र गन्धवत्वं तत्र तत्र चतुर्दशभेदाः। अस्मिन् वाक्ये गन्धवत्वम् इति हेतुः अस्ति, अत्र पृथिवीं विहाय अन्य कुत्रापि गन्धवत्व न वर्तते, अतः उदाहरणं न लभ्यते, अतः हेतु अधिकरणं पक्षः एव भवति, अतः अग्रे अन्वयव्याप्तेः विषये चिन्तनं न कर्तुं शक्नुमः। अग्रे व्यतिरेकव्याप्तेः विषये, तत्र यत्र यत्र चतुर्दशभेदाभावः तत्र तत्र गन्धवत्वाभावः इति वाक्यं भवति, तर्हि तत्र चतुर्दशभेदाभावः इति हेतुः अस्ति, तस्य अधिकरणं भवति जलम्। अत्र जले चतुर्दशभेदाभावः सन्ति अथवा अस्ति, भावः अस्ति इति कथं, तर्हि जले जलनिष्ठ अत्यन्ताभावः नास्ति, अतः तत्र चतुर्दशभेदाभावः जले अपि आगतम् अस्ति। तर्हि जले पुनः बहवः अत्यन्ताभावः सन्ति, परन्तु गन्धवत्वाभावस्य अत्यन्ताभावः नास्ति, अतः जलवृत्ति अत्यन्ताभाव अप्रतियोगित्वं गन्धवत्वाभावे आगतम्। उत्तमम्। तर्हि गन्धवत्वाभावः जले अस्ति, अपि च चतुर्दशभेदाभावः अपि जले अस्ति, अतः हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्व साध्यसामानाधिकरण्यं हेतौ इत्युक्ते चतुर्दशभेदाभावे आगतम् उत्तमं तर्हि अत्र किञ्चित् पुनः मया परिष्कृतमस्ति अत्र जले बहवः अत्यन्त अभावः सन्ति किन्तु गन्धत्व अभावः गन्धवत्व अभावः अत्यन्त अभावः नास्ति अतः हेत्वधिकरणवृत्ति अत्यन्त अभावप्रतियोगित्वं गन्धवत्वाभावे आगतम् यस्य अधिकरणं जलं यस्मिन् अधिकरणे चतुर्दशभेदाभावः इति कृत्वा सामानाधिकरण्यं चतुर्दशभेदाभावे हेत्वधिकरणवृत्ति अत्यन्त अभावप्रतियोगिसाध्यसमानाधिकरण्यं हेत्वभावे चतुर्दशभेदाभावे आगतम् इति कृत्वा लक्षणसमन्वयः अत्र सर्वत्र अत्र क्लेशः एव नानुभूतः खलु सरलमेव अस्तु समीचीनं तर्हि इदानीं किं कुर्मः पुस्तकं प्रति गच्छेम तत्र यः परिच्छेदः अनन्तरं चिन्तयेम इति अस्माभिः त्यक्तं तर्हि इदानीम् अस्य अर्थबोधः जायते तर्हि 212 इति पुटं स्वीकुर्वन्तु अत्र तत्पूर्व एकः एव शङ्का अस्ति महोदय अत्र यदा अन्तिमव्यतिरेकव्याप्तिः यदस्ति स्प्रेड्शीट् मध्ये तत्र हेतु इति चतुर्दशभेदाभावः इति अस्ति तस्य अधिकरणं जलम् इति वयम् उक्तवान् वयम् उक्तवन्तः परन्तु तत्र यदा केवलम् अहम् एक एव वाक्यं वदामि अत्र चतुर्दशभेदाभावः जले अस्ति तर्हि अत्र जलम् इति तद् वाक्यं समीचीनं भवति वा इति शङ्का अस्ति चिन्तयतु भवानेव चिन्तयतु चतुर्दशभेदाः के हा चतुर्दशभेदाः के इत्युक्ते जलम् इति वायुः न कालः न आत्मः न तेजः न अस्माकम् अत्र चतुर्दशभेदाः चतुर्दशभेदाभावाः इति हेतुत्वेन यत् स्वीकृतं तत्र चतुर्दशभेदाः के ओ हेतुत्वेन पृथिवीनिष्ठचतुर्दशभेदाः क्रे के तत्र नव द्रव्याणि सन्ति खलु तत्र पृथिव्यां पृथिवी अत्यन्ताभावः नास्ति परन्तु जलनिष्ठ अत्यन्ताभावः तेजनिष्ठ अत्यन्ताभावः वायुनिष्ठ आकाश पृथिवीं विहाय अन्येषां द्रव्याणाम् अत्यन्त अष्ट अत्यन्ताभावाः सन्ति सत्यं तदनन्तरं षड् द्रव्यं विहाय षट् पदार्थ अत्यन्त अभावानाम् अत्यन्त अभावाः सन्ति सत्यं तर्हि इदानीं चतुर्दशभेदाः पृथिव्यां सन्ति खलु हा चतुर्दशभेदाः सन्ति हा तदेव तानि एव भेदाः ते एव भेदाः जले अस्ति वा इति चिन्तनीयं हा जले अपि अस्ति जले अपि अस्ति न जले चतुर्दशभेदाः न सन्ति त्रयोदशभेदाः तेषु त्रयोदशभेदाः जले अस्ति सत्यं किन्तु जल अत्यन्त अभावः जले नास्ति तस्मिन् स्थाने पृथिवी अत्यन्त अभावः आगतम् हा तर्हि आहत्य चतुर्दशभेदाः सन्ति एव हा तत्तु भवतु चतुर्दशभेदाः सन्ति किन्तु पृथिवीनिष्ठचतुर्दशभेदाः भिन्नः भिन्नः हा तर्हि अत्र एवम् अपि वक्तुं शक्नुमः अत्र यत्र यत्र गन्धवत्वं तत्र तत्र पृथिवीनित्यचतुर्दशभेदाः इति अवगन्तव्यं हा तदेव मम अत्र भ्रमः चतुर्दशभेदाभावः इति तु सत्यं परन्तु पृथिवीनिष्ठचतुर्दशभेदाभावः इति वक्तव्यं चेत् समीचीनतया बोधः जायते अस्तु तद् योजयिष्यामि इदानीमेव योजयिष्यामि पृथिवीनिष्ठचतुर्दशभेदाः हा तदेव अधुना सम्यक् सर्वत्र योजयिष्यामि हा अस्तु समीचीनं क्षम्यताम् अहं न न समीचीनमेव अस्माकम् अवगमनार्थमेव एतत् सर्वं क्रियते खलु तर्हि मया एतादृशं कृतं तर्हि भवन्तः ये क्लेशाः अनुभूयन्ते तान् दृष्ट्वा अहं परिवर्तयिष्यामि तावदेव अस्तु, तर्हि इदानीं परिवर्तितं, हा इदानीं समीचीनं समीचीनं, पृथिवीनिष्ठचतुर्दशभेदाभावः जले अस्ति, तत् समीचीनं, हा अस्तु, तर्हि इदानीं किं कुर्मः, अत्र 212 पेज् गच्छन्तु कृपया, अस्तु हा अहं तत्र अस्मि, तत्र एव अस्मि अहम्, चित्रसङ्ख्या 149 अस्मि अहं तत्र, प्राप्तं किं? हा प्राप्तं प्राप्तं महोदय, अस्तु तर्हि भवान् एव पठतु एव महोदय, अत्र कीदृशस्तर्हि इति तृतीयपङ्क्तिः अस्ति किल, तत्सर्वं न पठनीयं, तत्र अन्तिमवाक्यमस्ति किल, तदाकारस्तु, हा तदाकारस्तु घटः प्रमेयत्वाधिकरणवृत्त्यभावप्रतियोगित्वभाववत् अभिधेयत्वसमानाधिकरणप्रमेयत्ववान् इति, तेन च हा तेन च घटः अभिधेयत्ववान् इति अनुमितिर्जायते इति सिद्धं प्रमेयत्वस्य केवलान्वयित्वं, तर्हि इदानीं प्रमेयत्व अभिधेयत्वयोः मध्ये व्याप्तिः निरूपणीया भवति, तत्र अत्र पश्यतु वाक्यं प्रमेयत्वाधिकरणवृत्त्यभावप्रतियोगित्वाभाववत् अभिधेयत्वसमानाधिकरण्य प्रमेयत्ववान् इति यदुक्तं तदेव हेत्वधिकरणवृत्ति अत्यन्तभाव अप्रतियोगि साध्यसामानधिकरण्यम् इति अस्माभिः उक्तं, सत्यं सत्यं तदेव घटः अत्र प्रमेयत्वम् इति हेतुः, प्रमेयत्व अधिकरणम् इति जलं, हा सत्यं वृत्त्यभाव प्रमेयत्व अधिकरणम् अत्र अधिकरणपटः इति, एकनिमिषम् अत्र अत्र तु इदानीम् एषः एतादृशं लिखितमस्ति, अत्र भूतलम् अपि भवितुमर्हति, पटः अपि भवितुमर्हति, घटादिः अपि भवितुमर्हति, हा सत्यं कियत् यत्किमपि सर्वत्र अस्ति इति कृत्वा प्रमेयत्व अधिकरण अस्तु, किन्तु अत्र तेन किं कृतम्, अस्माभिः यद् हेतुः स्वीकृतः अस्ति पृथिवीनिष्ठचतुर्दशभेदाभावः इति हेतुः यत् स्वीकृतः अस्ति तद् न स्वीकृतं तेन, प्रमेयत्व अधिकरणम् इति स्वीकृतं, हा प्रमे तत्र हा प्रमेयत्वम् इति वस्तुतः अत्र हेतुः नास्ति खलु, अत्र व्यतिरेकव्याप्तिस्थले अभावः एव हेतुः भवति, हा व्यतिरेकव्याप्तिस्थले सत्यं, किन्तु इदानीं व्यतिरेकव्याप्तिस्थले एव क्षम्यतां मया किं वदा अहं किं वदामि, आमाम् अन्वय अन्वयव्याप्तिः केवलान्वयी व्याप्ति अस्ति, हा अत्र पश्यन्तु केवलान्वयी इत्युक्ते रो नम्बर् 6 तत्र जेतः पश्यामश्चेत् प्रमेयत्व अधिकरणं यत् पटः अस्ति तत्र अभावप्रतियोगित्व अभाववत् अत्रापि किञ्चित् भिन्नरीत्या तेन प्रदर्शितं, पटे बहवः अत्यन्त अभावः सन्ति किन्तु अभिधेयत्व अत्यन्त अभावः नास्ति, अतः अभिधेयत्वे अप्रतियोगित्वम् आगतम्, अत्र अप्रतियोगित्वम् इत्युक्त्वा प्रतियोगित्वस्य अभावः इति उक्तम् तेन, सत्यं सत्यं प्रमेयत्व अधिकरणं पटः तत्र बहवः अत्यन्त अभावाः सन्ति तस्य तेषाम् अत्यन्त अभावानां प्रतियोगित्व अभावः अभिधेयत्वे, तर्हि अभिधेयत्वं प्रमेयत्व अधिकरणवृत्ति अभाव प्रतियोगित्व अभाववत् इति जातम्, अत्र वत् इति मतुप्रत्ययः, सत्यं सत्यं तदेव अभिधेयत्व इति जातम्, अभिधेयत्व अभिधेय अभिधे अभाववत् अभिधेयत्वं तस्य समान अधिकरणं प्रमेयत्वं प्रमेयत्ववान् इति कः इति चेत् घटः, तेन च अभिधेयत्ववान् इति अनुमितिः, अत्र एतादृशम् अवगच्छामश्चेत् समीचीनबोधः जायते, अत्र किञ्चित् प्रौढरूपेण लिखितम्, अपि च अत्र पश्यन्तु इदानीं चित्रं पश्यामश्चेत् प्रमेयत्वं कुत्र अस्ति, अस्माकम् उदाहरणे तु पटे भवेत्, पटः इति भवेत् खलु, सत्यं पटे पटवृत्तित्वम् अत्र प्रमेयत्वं पटे अस्ति, पटे प्रमेयत्वम् अस्ति. वस्तुतः अत्र भूतलम् इति लेखनीयं. किमर्थमित्युक्ते भूतलम् इति लेखनीयं, घटादिः इति अपि न लेखनीयं, भूतलम् इति लेखनीयं. भूतले पटाभावः अस्ति. अत्र समीचीनतया न प्रतिपादितं, महान् क्लेशः अस्ति. चित्रमध्ये चित्रम् अपि च प्रतिपादने अपि बहु किमपि तेन मिक्स् कृतं, मिश्रणं कृतम्. अतः इदानीम् अत्र लक्षणम् इत्युक्ते किं, लक्षणसमन्वयः अवगतः खलु सर्वैः? आमां अस्तु इति अस्ति. अस्तु, तर्हि एतादृशलक्षणानि, नवदशलक्षणानि कृतानि. अत्र अग्रिमे तत्र पि इति आरभ्य तत्र साध्य साध्यवत् भिन्नसाध्य अभाववत् आवृत्तित्वम् इति कश्चन लक्षणमस्ति. तर्हि मया किं चिन्तितम्, अत्र नवदशलक्षणानि मया अहं स्थापयामि इति मया चिन्तितम्. तदनन्तरं यदा समयः लभ्यते अहं नो चेत् सर्वैः अत्र प्रयासः कर्तुं शक्यते, कुत्र क्लेशः भवति इति. यदि एतद् अस्माभिः क्रियते तर्हि तत्र सिद्धान्तलक्षणम् इति महान् पुस्तके यानि विषयानि उक्तानि सन्ति तेषां सर्वेषाम् अवगमनं जातम् इति अवगन्तुं शक्नुमः. भवतु, तर्हि अनेन चिन्तनेन अत्र किं जातम् इति चेत्, सामान्यतया किञ्चित् आरम्भतः वदिष्यामि. व्याप्यं व्यापकं, व्याप्यकम् इत्युक्ते अधिकदेशवृत्तित्वं यस्मिन् अस्ति सः व्यापकं, न्यूनदेशवृत्तित्वं यस्मिन् अस्ति सः व्याप्यम् इति आरम्भस्तरे अस्माभिः अधीतं. तदनन्तरं तस्य परिष्कारं कृत्वा अन्यूनवृत्तित्वं यत्र अस्ति तद् व्यापकम्, अनधिकवृत्तित्वं यत्र अस्ति तद् व्याप्यत्वं, तद् व्याप्यम् इति अस्माभिः अवगतम्. किन्तु वृत्तित्वं स्वीकृत्य पश्यामश्चेत् अत्र क्लेशः भवति. कः क्लेशः भवति इत्युक्ते, लोके यत्र यत्र वह्निः भवितुमर्हति तत्र सर्वत्र गत्वा अस्माभिः द्रष्टव्यम्, वह्निः अस्ति वा, वह्निः अस्ति किन्तु धूमः अस्ति वा, धूमः अस्ति वा. तदनन्तरं गणनं कृत्वा अधिकदेशवृत्तित्वं वा अन्यूनवृत्तित्वं वा अस्ति वा, वह्नौ अस्ति वा इति चिन्तनीयम्. तर्हि तत्र क्लेशः भवति इति कृत्वा अभावं स्वीकृत्य यदि पश्यामः तदा इतोपि लाघवमस्ति इति कृत्वा अत्र साध्याभावः, हेत्वभावः इति तादृशं स्वीकृत्य, अभावस्य अभावं तु यदि एकस्य अभावः भवति सर्वत्र एकः एव स च अभावः, किन्तु वृत्तित्वम् इति धर्मः अत्र किम् अधिकृत्य वृत्तित्वं, हृदनिष्ठवृत्तित्वम् अत इति तादृशं भवति इति कृत्वा तत्र वृत्तित्वम् अनेकाः भवन्ति किन्तु अभावः तु एकः एव भवति इति कृत्वा अभावं स्वीकृत्य अत्र लक्षणवाक्यं साधितम्. किन्तु तत्रापि पश्यन्तु, साध्याभाववत् अवृत्तित्वम् इति वस्तुतः पूर्वपक्षिणः यद् लक्षणमस्ति तत् अन्वयव्याप्तेः लक्षणमस्ति. किन्तु व्याप्तेः स्वरूपं, लक्षणस्य स्वरूपं कथमस्ति, अभावं स्वीकृत्य अस्ति. साध्य अभाववत् अवृत्तित्वम् इति अभावद्वयमस्ति. अवृत्तित्वम् इत्यत्रापि अभावः अस्ति, साध्य अभावः इत्यत्रापि अभावः अस्ति इति कृत्वा एव अत्र यदा अस्य वाक्यस्य परिशीलनं कुर्मः, साध्याभावः इति वन्य अभावः इति स्वीकुर्मश्चेत् तत्र अधिकरणं, वत् इति अधिकरणं ह्रदः भवति, अत्र वैपरीत्यं जायते. यत्र यत्र धूमः तत्र तत्र वह्निः, यथा महानसम् इति वाक्यस्य परिशीलनं यदा कुर्मः तत्र साध्यम् इति वह्निः, साध्याभावः वन्य अभावः, स च वन्य अभावः कुत्र अस्ति इति चेत् महानसे इति न चिन्तनीयं, ह्रदे इति चिन्तनीयम् इति परिवर्तनं जायते इति कृत्वा क्लेशः भवति. अस्तु, तथा अतः हेत्वधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगिसाहत्यसामानाधिकरण्यम्. तर्हि अत्र सामानाधिकरण्यम् इति स्वीकृतम् इत्युक्ते विद्यमानत्वं, सामानाधिकरण्यम् इत्युक्ते यत्र हेतुः अस्ति तत् यत्र यत्र हेतुः अस्ति तत्रैव साध्यमस्ति इति कृत्वा इति चेत् हेतुं स्वीकृत्य साध्यस्य साधनं कर्तुं शक्यते इति कृत्वा सामानाधिकरण्यं स्वीकृत्य अत्र लक्षणवाक्यं कृतं तन्मध्ये अत्यन्ताभाव अप्रतियोगी इति अभावद्वयं सिद्धान्तिभिः स्थापितमस्ति हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी किन्तु तावदेव ते तैः न उक्तं तस्मादुपरि सामानाधिकरण्यम् इति गतं वृत्ति कृत्वा अन्वयव्याप्तिः साधिता भवति सर्वत्र अत्र लक्षणसमन्वयः भवत्येव अस्तु तर्हि किं कुर्वन्तु अत्र एतादृशचिन्तनं कुर्वन्तु तदा अभ्यासः कुर्मश्चेत् इतोपि अत्र मनसि समीचीनबोधः जायते एव स्वामिमहोदय भवता विलम्बेन आगतम् अस्तु तर्हि अग्रे गमनात् पूर्वम् अत्र 212 पेज् मध्ये किं भवेत् इति चेत् तत्र प्रमेयत्वं कुत्र अस्ति इति घटादिः इति लिखितमस्ति किल तत्र भूतलम् इति स्थापयन्तु तदेव समीचीनं प्रमेयत्वं कुत्र अस्ति घटः प्रमेयत्वं भूतले अपि अस्ति सस्मिन् भूतले बहवः अभावाः सन्ति तर्हि तस्य पटस्य अभावः अपि अस्ति पटाभावप्रतियोगिता पटे अस्ति किन्तु पटाभावप्रतियोगिताभावः अभिधेयत्वे आगतं स च अभिधेयत्वं घटे अस्ति घटे पुनः प्रमेयत्वमस्ति इति कृत्वा अत्र घटः पक्षत्वेन निरूपितमस्ति तत्र साध्यसाधन हेतुसाध्यमपि निरूपितं भवति इति तादृशं लिखितमस्ति किन्तु तत्र मम तावत् सन्तोषं नास्ति यथा अस्माभिः चिन्तितं तथा परिशीलयामश्चेत् तर्हि इदानीम् अत्र अनुमानं निरूपणीयं चेत् व्याप्तिः अस्ति वा न वा इत्युक्ते यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्निः अभावः तत्र तत्र धूम अभावः इति सामान्यज्ञानम् अस्माभिः अस्ति किन्तु कुत्रचित् तादृशसन्दर्भः न लभ्यते तर्हि तत्र हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगिसाध्यसामानादिकरण्यं हेतौ निरूपयामश्चेत् तादृशहेतुः पक्षे अस्ति चेत् साध्यं पक्षे साधितं भवति इति अवगन्तुं शक्नुमः तर्हि अस्य वाक्यस्य कण्ठस्थी अस्य पदस्य कण्ठस्थीकुर्वन्तु तदनन्तरं यथा अग्रे इदानीं हेत्वाभासस्य विषये हेत्वाभासविषये चिन्तनं भवति तत्र पुनः अस्मिन् विषये चिन्तनं भवत्येव इति कृत्वा नो चेत् अत्र तत्प्रतियोगित्वं घटे प्रतियोगित्व अभावः अभिधेयत्वे इति भवति अभिधेयत्वं प्रमेयत्वस्य व्यापकम् इति उक्तं खलु तत्र न्यूनदेशवृत्तित्वं वा अधिकदेशवृत्तित्वम् इति तादृशचिन्तनं स्वीकृत्य चिन्तयामश्चेत् महान् क्लेशः भवति इति कृत्वा एतद् लक्षणवाक्यं स्वीकृत्य निरूपयामश्चेत् तादृशधर्मः सामानादिकरण्यं हेतौ अस्ति चेत् अपि च तादृशहेतुः पक्षे अस्ति चेत् साध्यमपि पक्षे अस्ति इति निरूपयितुं शक्यते इति अवगतं केवलान्वयी अन्वयस्य अनुमानस्य प्रयोजनं किम् इति चेत् एतादृशलक्षणवाक्यस्य परिशीलनार्थं परीक्षार्थम् अत्र अनुमानं कृतं केवलव्यतिरेकव्याप्तिः अपि एवमेव अत्र अनुमानम् अकृत्वा साध्यं ज्ञातमेव उभयत्र केवलान्वयस्थले केवलव्यतिरेकस्थले अभिधेयत्वम् अपि च इतरभेदाः पृथिवीनिष्ठचतुर्दश इतरभेदाः सन्ति एव इति अस्माभिः अवगन्तुं शक्नुमः अनुमानं विना तथापि किमर्थम् अनुमानं कृतम् इति चेत् व्याप्तिलक्षणवाक्यसमन्वयार्थम् अत्र कृतम् इति सर्वम् अवगतं तर्हि स्वामिमहोदय भवान् विलम्बेन आगतवान् आं महोदय क्षम्यतां सत्यं न भवतु किन्तु भवान् एकवारं प्रयत्नं करोति वा इच्छामि किन्तु इदानीं न न भवान् प्रयत्नं करोतु, सर्वैः एतादृशमेव कृतम् अत्र. अस्तु, इदानीं सिद्धान्तिलक्षणवाक्यं किम्? अहं प्रश्नान् पृच्छामि, तस्य उत्तरं ददातु. But I have not opened the thing also. Can you open it? Aam, kintu nimisham dadatu. Click karoti chet open bhavati. No, from WhatsApp I have to transfer that to email and then open it. Yes. Oh, asti. Iti asti va. Astu. Tarhi tavat. अन्येषां प्रश्नः अस्ति वा अस्मिन् विषये? सत्यभामा भगिनी, बुद्धं किम्? महोदय, अत्यन्ताभावस्य अप्रयोगित्वम् एव भवति वा अथवा धूमाभावस्य अप्रतियोगि वा इति मम प्रश्नः. भवती एव अस्य उत्तरं वक्तुं शक्यते. प्रतियोगी इत्युक्ते किम्? अभावस्य प्रतियोगी. अभावस्य एव प्रतियोगी इत्युक्ते, प्रतियोगी इत्युक्ते विरोधी. आम्, येन आगतेन अभावः अपगच्छति. घटाभावस्य प्रतियोगी घटः, विरोधिः अस्ति. यदा घटः तत्र आनयामः, घटाभावः तत्र न तिष्ठति खलु. आम्, सः अनावस्थानविरोधित्वमेव प्रतियोगित्वम् इति अस्माभिः निरूपितं. तर्हि प्रतियोगी घटाभावस्य प्रतियोगी घटः इति चेत् प्रतियोगित्वं कुत्र अस्ति? घटाभावस्य घटे अस्ति. हा, प्रतियोगिनी एव प्रतियोगित्वं भवति खलु. आम्. हा, तर्हि इदानीं भवत्याः प्रश्नं पुनः पृच्छतु. भवती किं पृष्टवती? अत्यन्ताभावे अस्ति वा धूमाभावे अस्ति वा इति. सम्पूर्णवाक्यं वदतु. तत्र गत्वा पश्यामि एकनिमिषं. न न, भवती अत्र कुत्रापि न गन्तव्यम्. अत्यन्ताभावे अस्ति वा इति चेत् किमस्ति? सर्वेषाम् अभावः, सर्वदा अभावः अस्ति इति. न न भगिनि, अत्र सम्पूर्णवाक्यम् अत्र प्रश्नं सम्पूर्णतया पृच्छतु. अप्रतियोगित्वं धूमा अभावे अस्ति वा अत्यन्ताभावे अस्ति वा इति मम प्रश्नः अस्ति. भवती एव वदतु, अस्य उत्तरं भवती निश्चयेन जानाति. अत्यन्त अभावे, अत्र अत्यन्त अभावः इत्युक्ते इदानीं धूमाभावः इति कीदृश अभावः? धूमाभावः इति अन्योन्यभावः. सत्यम्. ओ, क्षम्यताम्, अत्र आमामामां सत्यम्. न धूमाभावः इति न, धूमाभावः इति केवलम् अन्योन्य अभावः नास्ति. अभावश्चतुर्विधः अस्ति खलु. चतुर्विध अभावाः के, एकवारं वदतु. अत्यन्त अभावः, अन्योन्य अभावः, प्रागभावः, प्रध्वंसभावः. प्रागभावः तद् द्वयं नास्ति. प्रागभावः एकनिमिषम् एकनिमिषं. तर्हि इदानीं धूमाभावः इति मया उक्तम्. अत्र धूमाभावः कीदृश अभावः? चतुर्दश अभावे, चतुर्षु अभावेषु कीदृश अभावः? अन्योन्य अभावः. किमर्थम् अन्योन्य अभावः स्वीकृतः? यदा धूमः आगच्छति तर्हि तद् अपगच्छति. न यदा धूमः आगच्छति तदा केवलम् अन्योन्य अभावः एव अपगच्छति वा, अत्यन्त अभावः न अपगच्छति वा? तदपि अपगच्छति. किमर्थम् अस्य अन्योन्यभावः स्वीकृतवती? अत्र अभावः इति उक्तं खलु, अत्र विशेषणं किमपि न उक्तं. धूम अत्यन्त अभावः इति न उक्तं, धूम अन्योन्य अभावः इति न उक्तं, धूम प्रागभावः इति न उक्तं. खलु किन्तु मया किं चिन्तितम् इति चेत् अत्र अत्यन्त अभावः इति भवान् दत्तम् अतः मया मम चिन्तनमस्ति अभावः इति पदार्थं स्वीकृत्य अत्र अभावः इति प्रदर्शितम् इति तस्य एव अप्रतियोगित्वम् इति सामान्यसंज्ञा स्वीकृत्य तदेव प्रश्नः आसीत् इदानीं बुद्धं धूमस्य अभावः एव सत्यं धूमस्य अभावः धूमाभावः तावदेव तद् इदानीं बुद्धम् अस्तु स्वामिमहोदयेन उद्घाटितं वा आं महोदय उद्घाटितम् अस्तु तर्हि इदानीं सिद्धान्तलक्षणवाक्यं किम् एकवारं वदतु महोदय पर्वतः धूमः तद्वा न अत्र व्याप्तेः सिद्धान्तलक्षणं किम् इति प्रश्नः हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगि साध्यसामानाधिकरण्यम् महोदय पश्यति वा अहम् अस्मि महोदय व्याप्तिचिन्तनम् इति शीट् यदस्ति तत्र जे वन् इति पश्यतु ओ तद् न दृष्टं महोदय तर्हि पुनः पृच्छामि सिद्धान्तिनः व्याप्तिलक्षणं किम् हेतु अधिकरण वृत्ति अत्यंत अभाव अप्रतियोगी साध्य अप्रतियोगी साध्य सामानाधिकरण्यम् उत्तमं व्याप्तेः पूर्वपक्षि लक्षणं किम् G1 मध्ये अस्ति महोदय G1 साध्याभाववत् अवृत्तित्वम् इति मनसि भवेत् प्रथमम् अत्र साध्याभावत् अवृत्तित्वम् इति व्याप्तेः पूर्वपक्षिणः लक्षणम् हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगिसाध्यसामानाधिकरण्यम् इति व्याप्तेः सिद्धान्तिलक्षणम् महोदय तदेव अस्माकम् व्याप्तेः लक्षणं तर्हि अस्मिन् व्याप्तिलक्षणे घटितानि पदानि हेतुः अधिकरणं वृत्ति अत्यन्त अभावः अप्रतियोगिसाध्यं सामानाधिकरण्यं समानाधिकरणम् अत्र सामानाधिकरण्यम् इति अस्ति तानि पदानि सन्ति तर्हि तत् स्वीकृत्य इदानीं यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति स्वीकुर्मश्चेत् अत्र हेतुः कः धूमः हेत्वधिकरणं किम् हेत्वधिकरणं महानासः महानास नास्ति महानसम् महानस अस्तु हेत्वधिकरणे महानसे बहवः अत्यन्त अभावाः सन्ति खलु आं महोदय किन्तु कस्य अत्यन्त अभावः नास्ति हेतु अत्यन्त अभावः नास्ति भोः हेतुः इति धूमः धूमस्य अधिकरणं तर्हि साध्यम् अत्र किं तत्र तु अग्निः अस्ति वह्निः तर्हि महानसे हेत्वधिकरणे महानसे बहवः अत्यन्त अभावाः सन्ति किन्तु साध्य वह्नि अत्यन्त अभावः नास्ति अतः हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं कुत्र आगतम् वह्ने आगतम् वह्नौ आगतम् वह्नि सामानाधिकरण्यं कुत्र आगतम् सामान्याधिकरण्यं बोत् एक्सिस्ट् यत्र साध्य हेतु हेतौ महोदय उत्तमं धूमे आगतम् उत्तमम् इति अस्ति तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यं हेतौ धूमे निरूपितं खलु आं महोदय एवम् इतोपि निमिषद्वयं स्वीकुर्मः तदनन्तरं समापयामः अस्तु इदानीं व्यतिरेकव्याप्तिः यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः यथाह्रदः अस्तु अत्र हेतुः कः हेतुः अत्र सर्वं मया दत्तं महोदय सत्यं वन्याभावः हेत्वधिकरणं किं वन्यभावः कुत्र अस्ति ह्रदः हृदे अस्ति हृदे अस्तु तस्मिन्नेव हृदे बहवः अत्यन्त अभावाः सन्ति किन्तु कस्य अत्यन्त अभावः नास्ति धूमाभावः हा उत्तमं धूमाभावस्य अत्यन्त अभावः नास्ति इति कृत्वा हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं कुत्र जातं धूमाभावे जातं हा धूमाभावस्य धूमाभावसामानाधिकरण्यं धूमाभावदिष्टसामानाधिकरण्यं कुत्र अस्ति हृदे हृदे सामानाधिकरण्यं हृदः तु समान अधिकरणं सामानाधिकरण्यं कुत्र अस्ति भवान् इदानीम् उक्तवान् वह्निसामानाधिकरण्यं किम् धूमः एवं धूम अभावस्य सामानाधिकरण्यं किम् वह्न्यभावः हा ह्रदः नास्ति खलु तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगिसाध्यसामानाधिकरण्यं वह्नि अभावे एवम् अग्रे यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं यथा पटः तर्हि अत्र हेतुः कः प्रमेयत्वं हेत्वधिकरणं किं पटः पटे बहवः अत्यन्त अभावाः सन्ति किन्तु कस्य अत्यन्त अभावः नास्ति अभिधेयत्व अत्यन्त अभावः नास्ति हा तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं कुत्र अभिधेयत्वे अभिधेयत्वनिष्ठसामानाधिकरण्यं कुत्र प्रमेयत्वे उत्तमम् अन्तिमम् अत्र व्यतिरेकव्याप्तिः केवलान्वयस्थले व्यतिरेकव्याप्तिः यत्र यत्र पृथिवीनिष्ठचतुर्दशभेदाभावः तत्र तत्र गन्धवत्वाभावः इत्यत्र हेतुः कः पृथिवीनिष्ठचतुर्दशभेदाभावः हा स च भेदाभावः कुत्र अस्ति जले जले बहवः अत्यन्त अभावाः सन्ति किन्तु कस्य अत्यन्त अभावः नास्ति जले गन्धवत्वाभाव अत्यन्त अभावः नास्ति हा गन्धवत्व अभाव अत्यन्त अभावः नास्ति तर्हि हेत्वधिकरणवृत्ति अत्यन्त अभावः अप्रतियोगित्वं कुत्र आगतं गन्धवत्वाभावः भवे हा गन्धवत्वाभावे अभावनिष्ठ सामानाधिकरण्यं कुत्र अस्ति पृथिवीनिष्ठ चतुर्दशभेदाभावः भावे भेदाभावे हा इति कृत्वा अत्र भवान् यद् मया लिखितं तद् दृष्ट्वा वदति किन्तु प्रायः अवगच्छति अपि किन्तु मनसि पुनः किञ्चित् चिन्तनं स्वचिन्तनं कृत्वा संस्थापयतु तर्हि सर्वत्र अत्र हेतौ लक्षणम् आगतम् अपि च अत्र केवलं मेथमेटिक्स् इव न चिन्तनीयम् अत्र चिन्तनमपि करणीयं पृथिवीनिष्ठचतुर्दशभेदाभावः जले अस्ति वा आम् अस्ति कथम् इति चेत् जले जलनिष्ठ अत्यन्तभावः नास्ति यद्यपि जले अपि चतुर्दशभेदाः सन्ति किन्तु पृथिवीनिष्ठचतुर्दशभेदाभावः जले अस्ति इत्युक्ते पृथिवीनिष्ठचतुर्दशभेदाः जले नास्ति तस्मिन् जले बहवः अत्यन्ताभावाः सन्ति किन्तु गन्धवत्व अभावः अत्यन्ताभावः नास्ति इति कृत्वा हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्धवत्वाभावे आगतं स च गन्धवत्व अभावः कुत्र अस्ति जले अस्ति यस्मिन् जले पृथिवीनिष्ठचतुर्दशभेदाभावः अपि सन्ति इति कृत्वा पृथिवीनिष्ठचतुर्दशभेदाभावे हेत्वधिकरणवृत्ति अत्यन्त अभावः प्रतियोगिसाध्यसामानाधिकरण्यम् अस्ति इति निरूपितम् अत्र अवगम्य निरूपितं विचिन्त्य निरूपितमस्माभिः इति जायते अस्तु समयः जातः धन्यवादः नमस्कारः